गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र स्नेहः इति अन्यतमगुणः तत्र पिण्डीभावं प्रति तत्र कारणम् अस्ति निमित्तकारणम् अस्ति अपि लक्षणवाक्ये तत्र जलमात्रवृत्तिः इति उक्तं नाम गुणः अस्ति गुणः नाम तत्र तस्य आश्रयः केवलं द्रव्यं भवितुमर्हति नाम आश्रये समवायेन तिष्ठति गुणः एषः गुणः केवलं जले एव समवायसम्बन्धेन वर्तते अन्येषु द्रव्येषु नाम वर्तते चेत् समवायेन न समवायेन न वर्तते इति अत्र आशयः अतः तत्र साक्षात् आश्रयः केवलं जलं भवितुम् अर्हति यथा गन्धः केवलं पृथिव्यामेव भवितुम् अर्हति गन्धः जले वर्तते चेत् तत्र पृथिव्याः अंशाः सन्ति जले इति कृत्वा तत्र तेन कारणेन गन्धः अपि तत्र जले अस्ति इति भासते तादृशम् अत्रापि भवति इति अस्मिन् करपत्रे उक्तमस्ति अस्तु तर्हि तत्र पठामः तर्हि तत्र अस्तु आरम्भे तत्र उषा भगिनी पठति वा अस्तु अन्वयव्यतिरेकाभ्यां पिण्डीभावकारणस्य पिण्डीभावकारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अस्तु विद्याधर्याम् अस्ति पृष्ठसङ्ख्या 116 इत्यस्मिन् सिद्ध्या सिद्धा एतावता पिण्डीभावं प्रति स्नेहस्य निमित्तकारणता स च स्नेहः जलमात्रवृत्तिः न अन्यस्य कस्यचित् द्रव्यस्य संयोगे सति ईदृशः पिण्डीभावः सम्भाव्यते घृततैलादिसंयोगे सति तथाविधविधः इव अनुभूयमानः अपि घृतादौ विद्यमानेन जल अंशेन एव इति अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य अवधारयामः इति विद्याधर्याम् अस्ति अस्तु अत्र अर्थः कः इति इदानीं न वक्तुं शक्नुमः भगिनि नाम केवलं यदस्ति तत् किमर्थम् इति एतावत् न जानीमः अस्य वाक्यस्य अर्थः एव तत्र अग्रे नाम तत्र कथम् इति अग्रे उच्यते अतः केवलं लिटरलि यदस्ति तावत् वदतु अग्रे नाम कथम् इति अग्रे वक्ष्यामः अस्तु एतावता वयं जानीमः पिण्डीभावं प्रति स्नेहः निमित्तकारणम् इति अपि च स च स्नेहः जलमात्रवृत्ति इत्यपि वयं दृष्टवन्तः वाक्ये लक्षणवाक्ये अपि च न अन्यस्य कस्यचित् एताविध स्नेहः कस्यचित् द्रव्यस्य संयोगे सति पिण्डीभावः नास्ति इति कस्यचित् द्रव्यस्य संयोगे सति ईदृशपिण्डीभावः ईदृश इत्युक्ते द की जलेन एव मिश्रीकरणं चेत् द पिष्टं वयं यद् स्वीकुर्मः तत् कार तेन पिष्टेन पिष्टस्य कारणं पिण्डीभावः पिण्डीभावस्य कारणं स्नेहः इति तत् स्नेहः इति जलमात्रवृत्ति कस्यचित् द्रव्यस्य संयोगे सति पिण्डीभावः न कार्यं कर्तुं पिण्डीभावः न रिसल्ट् इट् इस् नाट् रिसल्ट् आफ् न सिद्ध्यस्य उत्पत्तिः नास्ति पिण्डीभावस्य उत्पत्तिः न भवति अत्र संयोगः इति उक्तं नाम संयोगः इति किमर्थम् उक्तम् अत्र पिण्डी संयोग इत् वाट् स्नेहः जले अस्ति स्नेहः जलसंयोगेन एव पिष्टः जलेन समीचीनं भवति. जलेन तत्र जलेन सह संयोगः नाम विशिष्टसंयोगः इत्येव उक्तवन्तः खलु. पिण्डिभावः इति विशिष्टसंयोगः एव विशिष्टसंयोगः तत्र जलेन संयोगः इति समीचीनम्. अग्रे घृत घी अपि च तैलादिसंयोगे सति तथाविद विदः इव अनुभूयमानः अपि वयं मन्तुं शक्नुमः तथा एव खलु घृत अपि च तैल इत्यस्य संयोगे कृते अपि तथाविद पिण्डीभावं पिण्डिभावः तत्रापि भवति तत्रापि भवति इति वयं पश्यामः. वयं पश्यामः अनुभवामः खलु नाम पश्यामः प्रत्यक्षं ज्ञानमस्ति चक्षुषा तत्र ज्ञानं भवति. ओ अत्रापि तत्र घृततैलादिसंयोगे अपि तत्र पिण्डिभावः भवति खलु इति तथापि विद्यमाने घृत अनुभूयमाने अपि घृतादौ विद्यमानेन जल अंशेन एव इति अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य अवधारयामः. सो घृत अपि च तैल इत्यस्य कृते अपि विद्यमानजल अंश इत्यनेन एव जलमात्रवृत्तित्वम् अस्ति इत्यनेन एव स्नेहस्य स्नेहः कारणम् इति पिण्डिभावस्य स्नेहः केवलं जले वर्तते अन्यत्र न वर्तते इति नाम तत्र विभक्तिविषये तत्र किञ्चित् अवगमनं तत्र आवश्यकमिति मन्ये भगिनि. नाम खलु नाम तत्र किञ्चित् वदति वा तत्र अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य अवधारयामः. अस्तु तर्हि तत्र किम् अवधारयामः? स्नेहस्य स्नेहभावम् अवधारयामः इति अवधारयामः अवधारयामः अवधारयामः वयम् अवधारयामः. तत्र प्रश्नः नास्ति. तर्हि तत्र वयम् इति कर्तृपदं कर्मपदं किम् अवधारयामः? अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं अवधारयामः. जलमात्रवृत्तित्वम् अवधारयामः. जलमात्रवृत्तित्वं तदेव कर्मपदम् अत्र तदेव अवधारयामः. कस्य जलमात्रवृत्तित्वम्? घृतादौ विद्यमानेन कस्य जलमात्रवृत्तित्वं मध्ये एव अस्ति. नाम जलमात्रवृत्तित्वं तस्य अनन्तरं किम् अस्ति? जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अवधारयामः इति खलु. नाम स्नेहः केवलं जले एव वर्तते अन्येषु द्रव्येषु न वर्तते इति अवधारयामः. जलमात्रवृत्तित्वं नाम जलमात्रे केवलं जले वर्तते. इदानीं तत्र अन्वयव्यतिरेकाभ्याम् इति तत्र विभक्तिका तत्र तृतीया चतुर्थी पञ्चमी पञ्चमी भवितुमर्हति. अत्र तृतीय नाम तेन कारणेन अन्वयव्यतिरेकाभ्याम् कारणेन तेन कारणेन एतत् अवधारयामः एतत् अवगन्तुं शक्नुमः तत्र अन्वयव्यतिरेकः द्विवचनं भासते समीचीनं भगिनि नाम तत्र अन्वयव्यतिरेक यत्र एकम् अस्ति तत्र अन्य अपि अस्ति इति अस्ति अतः तत्र अन्वय इति एकं व्यतिरेक इति अतः द्विवचन अन्वयव्यतिरेकाभ्यां तस्य तृतीया इति इदानीं मध्ये तत्र किञ्चित् अवगतं किन्तु सर्वं नाम केवलम् अन्तिमभागे किम् अवधारयामः जलमात्रवृत्तित्वं कस्य स्नेहस्य इति तावत् अग्रे नाम मध्ये कथं कथम् इति एकम् एक प्रत्येकवाक्यस्य अर्थः अग्रे तत्र परिशीलितः अस्ति अतः एतावदेव अत्र पर्याप्तम् इति मन्ये भगिनि धन्यवादः समीचीनम् किन्तु तत्र यत् अन्तिमभागे उक्तं नाम तत्र सारांशः कः इति अवगतः खलु एतावत् आं महोदय आम् विद्याधरीयस्य वाक्यं किं वदति इति अवगतम् आम् महोदय अस्तु समीचीनं भगिनि अस्तु इदानीम् अग्रे सरामः तर्हि अग्रे शोभा भगिनी अग्रे पठति वा आं महोदय आम् यथा किञ्चित् बृहत् करोमि यथा जलादौ गन्धप्रतीतिः जायते अस्तु यथा जलादौ गन्धप्रतीतिः जायते किन्तु जलादौ गन्धप्रतीतिः कुत्र भवति पृथिवीसम्बन्धसत्त्वे पृथिवीसम्बन्धसत्त्वे एव जलादौ गन्धप्रतीति सत्त्वम् पृथ्वीसम्बन्धाभावे च गन्धप्रतीत्यभावः इदम् अन्वयव्यतिरेकम् अन्वयव्यतिरेकाभ्यां जले गन्धस्य प्रतीतिः अस्ति अनेन अयं गन्धः पृथिव्याः एव इति कथनसामर्थ्यम् उत्पद्यते अनेन च ज्ञायते जले गन्धो नास्ति जले पृथिवी न दृश्यते किन्तु जले गन्धः अस्ति चेत् तस्मिन् जले पृथिव्याः भागः अस्ति इति मन्तव्यम् अस्तु इदानीं तत्र अन्वयः तत्र अस्ति तैलादौ कथं स्नेहत्वम् अस्ति इति तर्हि तत्र जलेन एव आगतम् इति तत्र यथा जलादौ गन्धप्रतीतिर्जायते गन्धः समीचीनं भगिनि नाम अस्य उदाहरणस्य अवगमनार्थं नाम स्नेहस्य केवलं जलवृत्तित्वं तस्य अवगमनार्थं तत्र पुरातन उदाहरणं नाम जले गन्धस्य प्रतीतिः इति स्वीकृतम् अत्र किन्तु जलादौ गन्धप्रतीतिः कुत्र भवति इति प्रश्ने सति पृथिवीसम्बन्धसत्त्वे इति नाम तत्र गन्धस्य लक्षणं किं तत्र गन्धः कुत्र कुत्र भवितुम् अर्हति पृथिव्याः गुणः एव गन्धः अस्ति पृथिव्याः गुणः गन्धः अपि पृथिव्याः लक्षणं किं पृथिव्याः लक्षणं गन्धवती पृथिवी इति लक्षणम् अस्ति उत्तमं भगिनि गन्धवती पृथिवी नाम पृथिवी गन्धवती अस्ति इति एव खलु आमां किन्तु तर्हि तत्र तत्र एव भवेत् न तु जले लक्षणम् अस्ति इति कृत्वा लक्षणं तत्र कस्य लक्षणं पृथिव्याः लक्षणं तर्हि तर्हि पृथिवी लक्ष्यं तस्य लक्षणमस्ति गन्धवती खलु अतः तत्र गन्ध नाम गन्धवती इति विशेषणसूचकं पदम् तर्हि गन्धः एव तत्र विशेषणं नाम लक्षणमस्ति गन्धः नाम गन्धः लक्षणम् इति कदा वदामः यदि लक्षणं लक्ष्ये वर्तते सर्वत्र वर्तते सर्वत्र लक्ष्ये वर्तते अपि अन्यस्मिन् अन्यत्र न वर्तते वर्तते अतः गन्धः केवलं तत्र पृथिव्याः भवेत् पृथिव्ये पृथिव्यामेव भवेत् जले तत्र कथं भवितुम् अर्हति खलु जले भवति चेत् तत्र पृथिव्याः गन्ध अतः अतः किन्तु जलादौ गन्धप्रतीतिः कुत्र भवति इति प्रश्नः तदा उत्तरं भवति सम्बन्धसत्त्वे सम्बन्धेन पृथिव्याः सम्बन्धः जलेन अस्ति इत्यतः तदा एव भवति समीचीनं पृथिवी सम्बन्धसत्त्वे एव जलादौ गन्धप्रतीतिसत्त्वम् इति इदानीम् उक्तम् पृथिवीसम्बन्ध अभावे च गन्धप्रतीति अभावः तर्हि तत्र पृथिव्याः सम्बन्धः नास्ति चेत् गन्धप्रतीति अपि प्रतीतिः अपि न भवति अभावः भवति तस्यापि प्रतीतिः नाम गन्धस्य ज्ञानं नाम गन्धः तत्र अस्ति इति तत्र गन्धः न भासते गन्धस्य ज्ञानं गन्धः तत्र गन्धस्य ज्ञानं न भवति न भवति इदम् अन्वयव्यतिरेकम् अन्वयव्यतिरेकं नाम अन्वयः नाम यदा एकम् अस्ति तदा अन्यदपि अस्ति यदा एकं नास्ति तदा अन्यदपि नास्ति तत्र अन्वयव्यतिरेकम् अन्वयव्यभिचारः एतत् सप्तं सर्वं दृष्टवन्तः खलु तत्र पूर्वं व्यतिरेकं व्यभिचारः एतत् सर्वं अतः अन्वयव्यतिरेकं नाम गन्ध तत्र पृथ्वीसम्बन्धः अस्ति चेत् गन्धप्रतीतिः अपि भवति पृथिव्याः सम्बन्धः नास्ति चेत् तत्र व्यतिरेकं गन्धः अन्वयव्यतिरेकाभ्यां जले गन्धस्य प्रतीतिः अस्ति तत्रापि तृतीया इति चिन्तयामि तर्हि तेन कारणेन जले गन्धस्य प्रतीतिः अस्ति इति अनेन अयं गन्धः पृथिव्याः एव इति कथनसामर्थ्यम् उत्पद्यते तेन कारणेन अयं गन्धः पृथिव्याः एव पृथिव्याः सम्बन्धेन एव तस्य ज्ञानम् इदानीं भवति इति कथनसामर्थ्यम् उत्पद्यते नाम जले अस्ति चेदपि तत्र गन्धः तु तत्र पृथिव्याः गन्धः एव तत्र एव जले भासते जले तस्य प्रतीतिः भवति इति वक्तुं शक्नुमः समीचीनं अनेन च ज्ञायते जले गन्धो नास्ति इति अपि च अत्र जले गन्धो नास्ति इत्युक्ते तत्र साक्षात् जले गन्धः नास्ति नाम अन्यरीत्या तत् कथं वदामः इत्युक्ते गन्धः गुणः अस्ति गन्धस्य आश्रयः तत्र पृथिव्या एव अस्ति पृथिव्यां समवायसम्बन्धेन भवति गन्धः यदि जले भवति तदा तत्र समवायसम्बन्धेन न भवितुम् अर्हति केवलं तत्र समवायसम्बन्धेन गन्धः कुत्रापि भवति चेत् तद् केवलं पृथ्वी एव भवेत् अन्यत्र जले भवति चेत् तत्र परम्परासम्बन्धेन नाम गन्धः पृथिव्यां समवायसम्बन्धेन वर्तते पुनः पृथिवी जलः अपि पृथिवी तत्र पृथ्वी अपि जलं संयोगसम्बन्धः तत्र संयोगसम्बन्धः इति अतः तत्र परम्परासम्बन्धेन तत्र गन्धः जले भवितुम् किन्तु केवलं पृथिव्यामेव समवायसम्बन्धेन भवति जले पृथिवी न दृश्यते किन्तु जले गन्धः अस्ति चेत् तस्मिन् जले पृथिव्याः भागः अस्ति इति मन्तव्यम् यतोहि तत्र गुणः गन्धः पृथिवीं विहाय अन्यत्र कुत्रापि न भवति इत्यतः यत्र तत्र जले यदि गन्धः ज्ञायते तर्हि तत् पृथिव्याः एव भागः इति मन्तव्यं न तु नाम पृथिव्याः सूक्ष्मभागाः तत्र जले विद्यमानाः इति मन्तव्यं मन्तव्यं नाम न दृश्यते किन्तु ते सन्ति तत्र पृथिव्याः अंशाः तत्र जले तत्र सन्ति तेन अतः एव तत्र गन्धः उत्पद्यते तत्र जले इति समीचीनं भगिनि अत्र कोऽपि प्रश्नः समीचीनं सरलमेव अस्ति खलु तत्र एतत् परिचितम् उदाहरणम् इति अस्तु इदानीं तत्र तस्य आधारेण तत्र वयं तत्र ज्ञातुं शक्नुमः तत्र स्नेहस्य विषये किं भवति इति अस्तु अस्तु तर्हि अग्रे तत्र चन्द्रमती भगिनी तत्र पठति वा एकवारं महोदय प्रकृतविषये इति प्रकृतविषये यदा चिन्तनं क्रियते तदा सर्वप्रथमं स्नेहः जले एव इति साध्यते स्नेहः जले एव अस्ति अन्यत्र स्नेहः नास्ति इति किन्तु तैलादौ अपि पिण्डीभावजनकत्वम् अस्ति पिण्डीभावः च स्नेहं विना न सम्भवति अनेन तैले जलांशः अस्ति इति सिद्ध्यति तैलादौ यः स्नेहः वर्तते सः तु जलस्य एव प्रकृतविषये यदा चिन्तनं क्रियते तदा सर्वप्रथमं स्नेहः जले एव इति साध्यते अत्र नाम स्नेहः इति गुणः केवलं तत्र जले एव वर्तते इति स्नेहः जले एव अस्ति अन्यत्र स्नेहः नास्ति इति जले एव अस्ति इति साध्यते नाम स्नेहः केवलं जले एव वर्तते अन्यत्र स्नेहः न वर्तते किन्तु तैलादौ पिण्डीभावजनकत्वं तैलादौ वर्तते पिण्डीभावजनकत्वं तैलादौ अपि वर्तते नाम तैलेन सह संयोगः भवति चेत् तत्र पिण्डीभावः उत्पद्यते खलु पिण्डीभावः जलेन सह अपि पिण्डीभावः भवति तैलादौ अपि पिण्डीभावः उत्पद्यते खलु तत्र पिष्टः भवति खलु तत्र तर्हि तत्र अतः तैलस्य अपि तत्र पिण्डीभावजनकत्वं नाम पिण्डीभावं प्रति कारणता वर्तते तदा किम् अस्माकं चिन्तनं भवति तदा अस्माकं चिन्तनं किम् अस्ति पिण्डीभावस्य स्नेहं विना न सम्भवति इति पिण्डीभावं भवति चेत् स्नेहः आवश्यकम् इति पिण्डीभावस्य स्नेहं सम्भवति यतोहि स्नेहः एव तत्र निमित्तकारणम् इति निरूपितवन्तः स्नेहः निमित्तकारणः तैले जलांशः अस्ति इति सिद्ध्यति तत्कारणेन तैले जलांशः तैले अस्ति इति शक्नुमः यतोहि स्नेहः केवलं जले वर्तते पिण्डीभावः तैलेन सह भवति चेत् तर्हि पिण्डीभावस्य कारणमपि तत्र भवेत् पिण्डीभावस्य कारणं स्नेहः तत्र स्नेहः अपि तस्मिन् पदार्थे भवति यतोहि कार्यकारणयोः तत्र समान अधिकरणं भवेत् अतः कार्यमस्ति चेत् कारणमपि तत्र भवेत् अतः पिण्डीभावस्य कारणं स्नेहः तदपि तत्र अस्ति किन्तु स्नेहः केवलं जले एव वर्तते इति कृत्वा तत्र जलांशः भवितव्यं जलांशः भवितव्यः तैलांशः वर्तते न तैले अपि जलस्य अंशः भवति इति तैले अपि जलस्य अंशः तैले अपि जलांशः वर्तते इति कारणम् अत्र पिण्डीभावः वर्तते तत्कारणेन इति अतः तैले पिण्डीभावजनकत्वं किमर्थम् अस्ति यतोहि तैले तत्र जलांशाः सन्ति इति हा इति अस्ति भगिनि समीचीनम् अस्तु धन्यवादः वर्तते सः तु जलस्य एव तैलादिलस्य एव हा यथा तत्र गन्धः जले अस्ति चेत् ततः कथं भवति गन्धः पृथिव्याम् अस्ति पृथिव्यांशाः हा पृथिव्यांशाः तत्र जलेन सह संयोगेन सन्ति तथैव स्नेहः जले अस्ति जलेन सह संयोगः तैलेन सह तैलः अपि जलं तयोः मध्ये संयोगसम्बन्धः अस्ति अतः एव तत्र स्नेहः तैले दृश्यते इति अस्ति हा समीचीनं हा नाम तत्र एकवारं तत्र चित्रं लिखामः तदा तत्र नाम तत्र गन्धः अपि तत्र तैलस्य नाम गन्धः साक्षात् पृथिव्याम् अस्ति खलु पृथिव्याः लक्षणं हा पृथिव्याः लक्षणं खलु हा तर्हि तत्र यथा अत्र उक्तं लक्षणम् अपि तत्र अत्र जलं तत्र संयोगः अत्र समवायः अत्र संयोगः तथैव अत्र तथैव तत्र स्नेहः तत्र जलम् अपि तत्र तत्र तैलः तत्र समवायः तत्र संयोगः तेन कारणेन वयं चिन्तयामः स्नेहः तैले अस्ति यथा वयं गन्धः जले अस्ति इति चिन्तयामः तथैव स्नेहः तैले अस्ति इति चिन्तयितुं शक्नुमः किन्तु साक्षात् नास्ति तत्र जलेन संयोगः अस्ति इति कारणेन तादृशः भवति अस्तु समीचीनम् अस्तु इदानीम् अग्रे तत्र धन्यवादः भगिनि अस्तु अग्रे मृणालिनी भगिनी अग्रे पठति वा पिण्डीभावजनकत्वं दृष्ट्वा स्नेहः अस्ति इति सिद्ध्यति स्नेहः अस्ति चेत् जलांशः अस्ति इति सिद्ध्यति यतोहि स्नेहः जलस्य एव गुणः अतः क्रमः एवं स्नेहस्य जलमात्रवृत्तित्वं पूर्वमेव संसाध्य पिण्डीभावः कस्मिंश्चित् पिष्टे अनुभूतः पिण्डीभावस्य कारणं स्नेहः अतः स्नेहः अपि भवेत् स्नेहः जले एव अतः आम् आचार्य किमपि नास्ति भगिनि स्नेहः जले एव अतः अत्र जलम् अपि भवेत् अधुना पिष्ठेन सह तैलस्य संयोजनेन पिण्डीभावो जायते अनेन अत्र स्नेहो वर्तते तैले तु पृथ्वी अस्ति तैलं तु पृथ्वी अस्ति तैलेन तैलं तु पृथ्वी अस्ति पृथिव्यां च स्नेहः न सम्भवति इत्यस्मात् तैले विद्यमानः स्नेहः जलस्यैव तैले तु जलभागोऽपि अस्ति इति पर्यवसितम् पिण्डीभावजनकत्वं दृष्ट्वा इदम् अस्माभिः किं दृष्टं स्नेहः गुणः अस्ति किल स्नेहः गुणः अस्ति समीचीनं भगिनि स्नेहः जलस्य गुणः अस्ति अपि पिण्डीभावं प्रति निमित्तकारणम् इति जानीमः पिण्डीभावं प्रति निमित्तकारणं पिण्डीभावजनकत्वं दृष्ट्वा स्नेहः अस्ति इति सिद्ध्यते तर्हि पिण्डीभाव यदि पिण्डीभावं कुत्र पश्यामः तर्हि तत्र स्नेहः वर्तते इति वयं वदामः स्नेहः एव कारणमस्ति पिण्डीभावं स्नेहकारणमस्ति पिण्डीभावं प्रति इति स्नेहः अस्ति चेत् जलांशः अस्ति इति सिद्ध्यति अर्थात् स्नेहः अस्ति अतः पिण्डीभावः अस्ति परन्तु पिण्डीभावस्य कृते जलांशः आवश्यकः इति वदामः हा किन्तु क्रमः किमस्ति पिण्डीभावः स्नेहः अपि भवेत् स्नेहः कुत्र भवितुमर्हति केवलं जले एव वर्तते अतः जलांशः अपि तत्र सन्ति जलांशः अत्र अस्ति इति सिद्ध्यति यतोहि स्नेहः जलस्य एव गुणः अतः क्रमः एवं स्नेहस्य जलमात्रवृत्तित्वं पूर्वमेव साध्यं संसाध्य नाम प्रथमतया संसाध्य नाम संसाध्य तत् कृत्वा तत्र लेबन्तं खलु संसाध्य संसाध्य तर्हि स्नेहस्य जलमात्रवृत्तित्वं तर्हि जले स्नेहः वर्तते इति संसाध्य केवलं केवलं जले एव स्नेहः केवलं जले वर्तते एव इति प्रथमतया तस्य साधनं तद् तत् कृत्वा कस्मिंश्चित् पृष्ठे अनुभूतः इदानीं पिण्डीभावः कस्मिंश्चित् पृष्ठे पृष्ठे अनुभूतः पिण्डीभावस्य कारणं स्नेहः हा तर्हि नाम प्रथमतया एतत् यदि साधयामः स्नेहः केवलं जले वर्तते इति साधयामः तदा तदनन्तरं किं भवति पिण्डीभावः कस्मिंश्चित् पिष्टे अनुभूतः इति तत्र कर्मणि वा कर्त्री वा एतत् पिण्डीभावः कस्मिंश्चित् पिष्टे तत्र तप्रत्ययः किल अनुभूतः कर्त्री वा कर्मणि कर्मणि नास्ति अत्र कर्मणि नास्ति कर्मणि नाम तत्र अनुभूतः इति अस्माभिः अनुभूतः चेत् यदा यदि पिण्डीभावः कस्मिंश्चित् पृष्ठे अनुभूतः अस्माभिः कर्मणि इति चिन्तयितुं शक्नुमः नाम यदि अनुभूतः भवति अस्माभिः तदा वयं किम् अवगच्छामः तर्हि वयं किं चिन्तयामः तदा अग्रे पिण्डीभावस्य कारणम् पिण्डीभावस्य कारणं स्नेहः अतः स्नेहः अपि अत्र भवेत् इति हा किमर्थम् अत्र भवेत् स्नेहः अपि तत्र भवेत् पिण्डीभावः यत्र अस्ति यतोहि स्नेहः तु जलमात्रवृत्तित्वम् अस्ति न न न इदानीं जलस्य जलः इति जलम् इति नास्ति अत्र पिष्टे पिण्डीभावः अनुभूतः खलु नाम तत्र वयं पश्यामः ओ पिष्टे पिण्डीभावः अस्ति इति पश्यामः खलु तदा स्नेहः अपि पिष्टे अस्ति इति कथं जानीमः किमर्थं यतोहि पिण्डीभावस्य कारणं स्नेहः अस्ति हा समीचीनं हा पिण्डीभावस्य कारणं स्नेहः अस्ति किन्तु किमर्थं स्नेहः अपि तत्र पिष्टे भवेत् यतो हि पिण्डीभावं प्रति कारणमस्ति स्नेहः हा किन्तु समीचीनं भगिनी किन्तु तत्र कारणमस्ति इति कृत्वा तत्र किं भवति कारणं तस्य लक्षणकार्यकारणस्य तत्र निकषः के कार्यकारणयोः किल तत्र तत्र स्नेह अत्र इदानीं कः भवेत् इति स्नेहः भवेत् किल हा तर्हि स्नेहः पिण्डीभावस्य कारणम् अतः स्नेहः तत्र पिष्ठे भवेत् सर्वदा भवेत् समीचीनम् अतः अधिकरणे यस्मिन् अधिकरणे कार्यमस्ति तत्र पिण्डीभावस्य अधिकरणं किम् अस्ति अत्र कुत्र अस्ति पिण्डीभावः अधिकरणं पिण्डीभावस्य अधिकरणं पिष्टः अतः पिष्टे अतः पिष्टे पिण्डीभावस्य कारणमपि तत्र भवेत् अतः स्नेहः अपि तत्र पिष्टे भवेत् इति समीचीनं भगिनि हा तदेव नाम प्रथमनिकषः एव तत्र समानाधिकरण्यं खलु हा समान अधिकरणं भवेत् कार्यकारणयोः समान अधिकरणं भवेत् इति अतः यस्मिन् अधिकरणे कार्यमस्ति तस्मिन्नेव अधिकरणे कारणमपि भवेत् अतः स्नेहः अपि स्नेहः अपि पिष्टे भवेत् वदामः पिष्टे भवेत् इति आगतं समीचीनं पिण्डीभावस्य कारणं स्नेहः अतः स्नेहः अपि अत्र नाम पिष्टे भवेत् स्नेहः जले एव अतः अत्र जलांशः अपि भवेत् इति वदामः इति अस्ति खलु समीचीनं खलु इदानीं स्नेहः स्नेहस्य जलमात्र वृत्तित्वम् अतः स्नेहः पिष्टे वर्तते नाम जलांशः अपि किञ्चित् पिष्टे भवेत् इति वदामः भवेत् इति अस्ति समीचीनं अधुना पिष्टेन सह तैलस्य संयोजनेन पिण्डीभावो जायते लड्डुकनिर्माणे वयं किं कुर्मः इदानीं पिष्टेन सह तैलस्य संयोजनं कुर्मः तदा पिण्डीभावः लभ्यते अनेन अत्र स्नेहो वर्तते यतोहि पिण्डीभावं प्रति स्नेहकारणं वर्तते पिण्डीभावः जनितः अतः अत्र स्नेहः वर्तते तैलं पृथिवी अस्ति तैलं तु पृथ्व्यांशः पृथिव्यां च स्नेहः न सम्भवति पृथिव्यां स्नेहः न सम्भवति यतोहि स्नेहः तर्हि पृथिव्यां च स्नेहः न सम्भवति इत्यस्मात् तैले विद्यमानः स्नेहः जलस्य एव तैले च जलभागोऽपि अस्ति इति पर्यवसितम् अर्थात् वयं पिष्ठे पिण्डीभावं पश्यामः तर्हि तत्र पिण्डीभावस्य कारणमस्ति स्नेहः परन्तु स्नेहः तु केवलं जले वर्तते परन्तु तत्र पिष्ठे तु वयं तैलमिश्रणं कृत्वा पिण्डीभावं प्राप्तवन्तः पृथिव्यां च स्नेहः न सम्भवति पृथ्वी अथ अत्र जलभागं न स्वीकुर्मः किल पृथ्वी विषय अन्यद्रव्यम् समीचीनं पृथिव्याम् अन्यथा एतादृशम् पृथ्वी अत्र जलं तु पृथिव्यां वर्तते किल तथा न अन्यद्रव्यम् इति स्वीकुर्मः सत्यं भगिनि पृथिव्यां च स्नेहः न सम्भवति इत्यस्मात् तैले विद्यमानः स्नेहः जलस्यैव तैले च जलभागोऽपि अस्ति इति पर्यवसितम् तर्हि तत्र प्रति यदा तैलमिश्रणम् अभवत् तत्र किञ्चित् जलांशः अपि तत्र अस्ति अतः पिण्डीभावं प्राप्तम् इति वयं वदामः सत्यं भगिनि पर्यवचितं नाम कन्क्लूषन् नाम तत्र तदेव तत्र प्राप्नुमः तत्र अवगच्छामः इति अतः तत्र किं भवति तत्र गन्धस्य विषये यदस्ति तत्र चित्रं तत्र अन्यस्यां दिशि गच्छति तावदेव नाम गन्धः साक्षात् पृथिव्याम् अस्ति किन्तु जले अस्ति इति दृश्यते किन्तु तादृशः नास्ति तत्र संयोगसम्बन्धेन एव तत्र तत्र परम्परासम्बन्धेन गन्धः जले दृश्यते स्नेहः तैले नाम पृथिव्याम् अस्ति इति दृश्यते किन्तु साक्षात् स्नेहः तैले नास्ति स्नेहः साक्षात् जले अस्ति संयोगसम्बन्धेन तत्र संयोगः वर्तते इति कृत्वा स्नेहः परम्परासम्बन्धेन तैले नाम पृथिव्यां वर्तते अतः तत्र यत्र जलम् अत्र पृथिवी साक्षात् आश्रयः अत्र जलं साक्षात् आश्रयः जले दृश्यते किन्तु तथैव अत्र तैले तत्र स्नेहः दृश्यते विपरीत तत्र एतत् चित्रम् अपि एतत् चित्रं तत्र विपरीत तयोः मध्ये तत्र आपोजिट् इति इति अस्ति अस्तु समीचीनं धन्यवादः अनयोः मध्ये नाम तत्र अत्र पृथ्वी साक्षात् आश्रयः अत्र जलं साक्षात् आश्रयः जले अस्ति इति दृश्यते गन्धः अत्र स्नेहः तैले अस्ति इति दृश्यते तैलः साक्षात् पृथिवी खलु तैलः तैलं तैलं तु तैलं तु पृथ्वी इति तत्र तैलः इति उक्तवान् तैलं तु तत्र पृथ्वी स्नेहः पृथ्वीयाम् अस्ति इति दृश्यते किन्तु साक्षात् जले वर्तते अत्र गन्धः जले अस्ति इति दृश्यते किन्तु साक्षात् पृथिव्याम् अस्ति अतः तत्र साक्षात् आश्रयः अत्र अस्ति इति भासते साक्षात् आश्रयः अत्र अस्ति इति भासते अतः तत्र यत्र पृथ्वी अस्ति अत्र जलम् अस्ति यत्र जलम् अस्ति तत्र पृथ्वी अस्ति अतः गन्धः स्नेहः तयोर्मध्ये गन्धः अपि गुणः स्नेहः अपि गुणः इति अस्तु समीचीनम् अस्तु अग्रे धन्यवादः भगिनि अस्तु अग्रे नीता भगिनी अग्रे अत्र अत्र विद्याधर्यां लिखितमस्ति यत् धृततैलादिसंयोगे सति तथाविध इव पिण्डिभावः अनुभूयमानः अपि धृतादौ विद्यमानेन जलांशेन एव इति अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य अवधारयामः अस्य च अर्थः कः इति परिशीलनीयः यदि अस्य अर्थः अस्ति यत् घृततैलादिसंयोगे सति यथाविध इव पिण्डिभावः अनुभूयमानः तथापि घृतादौ विद्यमानेन जलांशेन एव अन्वयव्यतिरेकाभ्यां पिण्डिभावस्य तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अवधारयामः इति तादृशः अर्थः अस्ति चेत् तर्कः प्रायः सम्यक्तया न प्रवर्तते पुनः कथञ्चित् भिन्नरीत्या पठामः चेत् कार्यं तर्कम् अनुसृत्य भवति तच्च इदम् अन्वयव्यतिरेकाभ्यां तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अतः घृततैलादिसंयोगे सति यथाविध इव पिण्डिभावः अनुभूयमानः अपि घृतादौ विद्यमानेन जलांशेन एव इति अवधारयामः प्रश्नः अत्र अयं यत् मूलवाक्ये अवधारयामः इति क्रियापदस्य अन्वयः केन सह जलांशेन एव इति अथवा जलमात्रवृत्तित्वम् तावदेव अधुना विद्याधर्यां लिखितमस्ति तत्र बार तत् क्षम्यतां क्षम्यतां भगिनि अत्र विद्याधर्यां लिखितमस्ति यत् घृततैलादिसंयोगे सति तथा विध इव पिण्डिभावः घृततैलादिसंयोगे सति तथा विध इव पिण्डिभावः इत्युक्ते तत्र अस्य वाक्यस्य अर्थः इदानीं न वदतु यतोहि सः एव तत्र तस्य विषये एव अग्रे सर्वं लिखितमस्ति अतः अस्तु अस्तु घृततैलादिसंयोगे सति तथाविध इव पिण्डिभावः अनुभूयमानः अपि घृतादौ विद्यमानेन जलांशेन एव जलमात्रवृत्तित्वं तत् कारणस्य स्नेहस्य अवधारयामः इत्युक्ते तत्र जल घृतादौ विद्यमानेन जलांशेन एव तत्र स्नेहः जले साक्षात् वर्तते समवायसम्बन्धेन स्नेहः जले साक्षात् समवायसम्बन्धेन वर्तते परन्तु तत्र स्नेहः तैले तत् परम्परया यत् वयं दृष्टवन्तः तत्र साक्षात् स्नेहः तैले न वर्तते तत्र घृतादौ विद्यमानेन जलांशेन एव अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य अवधारय स्नेहः तत्र दृश्यते परन्तु साक्षात् न तत्र जलमात्रवृत्तित्वं स्नेहस्य अस्ति परन्तु स्नेहः साक्षात् जले वर्तते तैले साक्षात् तैलादौ इत्युक्ते घृतादौ साक्षात् तत् न दृश्यते परम्परया दृश्यते जलांशेन एव तत्र स्नेहस्य वृत्ति स्नेहस्य अधिकरणं तैले वर्तते इति एव स्नेहस्य अधिकरणं तैलं किमर्थं धृतादौ किमर्थं तत् परम्परया सम्बन्धेन साक्षात् तत् साक्षात् रूपेण तत्र अधिकरणं नास्ति इति. अस्य च अर्थः कः इति परिशीलनीयः. यदि अस्य अर्थः अस्ति यत् नाम एतावत् तत्र साक्षात् यत् नाम विद्याधरी वाक्यमस्ति नाम एतावत् यथा तत्र वयम् उषा भगिन्या पठितं खलु एतद् वाक्यं तत्र वयं किञ्चित् चिन्तितवन्तः तत्र नाम अन्तिमभाग जलमात्र वृत्तित्वम् अवधारयामः कस्य स्नेहस्य इत्यादि किञ्चित् चर्चा अभवत् खलु. किन्तु साक्षात् वाक्यमदस्ति तत्र दीर्घवाक्यस्य साक्षात् नाम तत्र अनेके भागाः सन्ति. कः भागः नाम आदौ अस्ति कः अन्ते अस्ति इति तत्र नाम यथा लिखितं तत् तद् नास्ति. किन्तु तत्र यदि चिन्तयामः तत्र किं प्रथमं भवेत् तस्य अनन्तरं किं भवेत् इति अतः तत्र लेखनसमये क्रमः भिन्नः भवति. किन्तु तत्र कार्यकारणसम्बन्धचिन्तने तत्र तत्र क्रमः भिन्नः भवेत् इति अतः एव तत्र अतः एव अत्र लिखितम् अस्य च अर्थः कः इति अग्रे लिखितमस्ति. वदतु यदि अस्य अर्थः अस्ति यत् घृततैलादि संयोगे सति तथाविध इव पिण्डिभावः अनुभूयमानः. हा इत्युक्ते घृततैलादि पिण्डिभावः पिण्डिभावस्य पिण्डिभावः पिण्डे वर्तते समवायसम्बन्धेन समतं पिण्डिभावः पिष्टे वर्तते समवायसम्बन्धेन तथा कदा तत् स्नेह पिष्टे वयम् अनुभवामः अनुभवामः यदा तत्र घृततैलादिसंयोगः भवति तदा एव पिण्डिभावः अनुभूयते पिष्टे साक्षात् तत्र. अतः तत्र अस्य वाक्यस्य अर्थः यदि वयं चिन्तयामः अस्तु प्रथमतया घृततैलादिसंयोगे सति तथाविद इव पिण्डिभावः अनुभूयमानः. नाम तत्र यदि संयोगः जायते घृतेन सह अथवा तैलेन सह तथा पिण्डिभावः जायते इति अनुभवामः इति पश्यामः तेन कारणेन इति पश्यामः तेन कारणेन वयं किं चिन्तयामः इत्युक्ते अस्माकं चिन्तनं कथं तत् घृततैलादिसंयोगे एव पिण्डिभावस्य अनुभव जायते तथापि तत्र एव इति नास्ति अत्र इव इति अस्ति अतः तत्र केवलम् इति कुत्रापि नास्ति अत्र यदि पिण्डिभावः अनुभूयमानः अस्ति वयं पश्यामः तत्र पिण्डिभावः अस्ति इति पश्यामः. किन्तु तदनन्तरं तथापि घृतादौ विद्यमानेन जलांशेन एव तत्र इति चिन्तयामः. नाम एतद् अस्ति एतत् स्वीकुर्मः एतत् अङ्गीकुर्मः ओ अत्र अनुभूयमानः अस्ति. किन्तु घृतादौ विद्यमानेन जलांशेन एव एतद् भवति इति अग्रे चिन्तनं तदनन्तरं अवयवतिरेकाभ्यां पिण्डिभावस्य तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अवधारयामः. नाम अत्र किम् अस्ति चिन्तनं कथमस्ति किञ्चित् विवृणोति वा तत्र? आम् अत्र अत्र कथं चिन्तनं पिण्डिभावः अनुभूयमानः पिण्डिभावः अनुभूयमानः तत्र किमर्थं घृतस्य वा तैलस्य संयोगे एव क्षम्यताम् एव न घृततैलादिसंयोगे सति इत्युक्ते यदा घृततैलादिसंयोगः भवति तथैव पिण्डिभावः अनुभूयमानः घृततैलादिसंयोगे सति तथाविध इव पिण्डिभावः अनुभवामः. परन्तु तत्र घृतादौ जलांशः वर्तते हा तत् घृत आदौ तत्र घृते वा तत्र जलांशः वर्तते तेन जलांशेन एव स्नेह इत्युक्ते पिण्डिभावस्य तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अनुभवामः इत्यत् वयं दृष्टवन्तः खलु तत्र तैले जलभागः अस्ति वा घृते जलभागः अस्ति इत्युक्ते तत्र जलभागः अस्ति जलमात्रवृत्तित्वं मूलतः तु स्नेहस्य जलमात्रवृत्तित्वं परन्तु तत् पिण्डिभावे वयम् अनुभवामः किमर्थं तत्र घृते वा तैले तत्र जलम् अस्ति अतः इति खलु अहं चिन्तयामि तैले तु जलभागः नास्ति तत्र तु शुद्ध तैलं सर्वदा भगिनि नाम तत्र यत् सत्यमस्ति इति अत्र वार्ता नास्ति केवलं तत्र वाक्यस्य अवगमनं कथं भवति इति तावदेव भगिनि अतः नाम विद्याधरी मध्ये एतद् वाक्यमस्ति तस्य अवगमनम् आवश्यकमस्ति खलु वाक्यस्य अर्थः कः इति अतः तावदेव नाम तत्र सत्यं वा इति अत्र प्रश्नः नास्ति तत्र वाक्यं किं वदति इति एव प्रश्नः अत्र यदि वयं चिन्तयामः तत्र आदौ यत् लिखितं तद् कारणम् अनन्तरं यत् लिखितं तद् कार्यं नाम यदा वयं चिन्तयामः तत्र प्रकोष्ठे तत्र छात्राः सन्ति यदि तत्र आचार्यः प्रकोष्ठम् आगच्छति तदा छात्राः उत्तिष्ठन्ति तदा यदि एतदस्ति चेत् वयं किं चिन्तयामः ओ अस्तु तत्र आचार्यः आगतवान् अतः तदनन्तरं कार्यम् अस्ति किं छात्राः उत्तिष्ठन्ति प्रथमं कारणं तदनन्तरं कार्यम् इति चिन्तयामः खलु यदि तथैव अत्र क्रमः यदि अस्माकं चिन्तनक्रमः एतदस्ति चेत् किं घृततैलादिसंयोगे घृतम् अथवा तैलं तेन सह संयोगः भवति चेत् तदा पिण्डिभावः उद्भत्यते खलु हा किन्तु वयं जानीमः वयं चिन्तयामः घृतादौ जलांशः अस्ति अतः एव तत्र पिण्डिभावः उत्पद्यते इति अत्र द्वितीयसोपानम् अस्माकं चिन्तने यत् इति एतादृशम् अवगमनम् इति अस्ति चेत् नाम पिण्डिभावः अनुभूयमानः अस्ति किन्तु किमर्थम् अनुभूयमानः अस्ति यतोहि घृतादौ जलांशाः सन्ति अतः एव तत्र पिण्डिभावः अनुभवामः तेन कारणेन नाम घृतादौ जलांशाः सन्ति इति ज्ञात्वा तेन कारणेन वयम् अन्वयव्यतिरेकम् उपयुज्य अन्वयव्यतिरेकाभ्याम् अत्र पिण्डिभावः किमर्थमस्ति यतोहि घृतादौ जलांशाः सन्ति अतः पिण्डिभाव यत्र अस्ति तत्र जलमपि अस्ति यत्र पिण्डिभावः नास्ति तत्र जलमपि नास्ति इत्यादि चिन्तनं कृत्वा अन्वयव्यतिरेकाभ्यां तादृशचिन्तनेन पिण्डिभावः यत्र अस्ति तस्य कारणस्नेहस्य अपि जलमात्रवृत्तित्वम् अवधारयामः नाम अत्र घृतादौ जलांशाः सन्ति इति कृत्वा यदि वयं चिन्तयामः स्नेहः केवलं जलमात्रे जले एव वर्तते इति यदि वयं चिन्तयामः तदा अस्माकं चिन्तनक्रमः तत्र सम्यक् नास्ति इत्युक्ते तत्र यथा अहं मन्ये तत् उषा भगिनी यत् पठितवती तत् प्रथमे परिच्छेदे अन्तिमतः तदा अन्तिमं वाक्यं यत् तत्र वयं पठितवन्तः इत्युक्ते अन्वयव्यतिरेकाभ्यां पिण्डिभावस्य तत् कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अवधारयामः इति तादृशः अर्थे चेत् तर्कः प्रायः समीचीनं भगिनि, नाम एतदेव कन्क्लूजन् अस्ति इति चेत् तद् वाक्यस्य अर्थः समीचीनः नास्ति, नास्ति इति नास्ति इति तादृशः अर्थः अस्ति चेत् तर्कः प्रायः सम्यक्तया न प्रवर्तते. नाम एतत् सर्वं ज्ञात्वा तेन कारणेन अस्तु केवलं जले एव वर्तते स्नेहः इति चेत् तर्कः सम्यक् न भवति. अतः उक्तं पुनः किञ्चित् भिन्नरीत्या पठामश्चेत् कार्यं तर्कम् अनुसृत्य भवति तच्च इदम्. अधुना भिन्नरीत्या पठामः चेत् किम् इति, तत् इदम् अन्वयव्यतिरेकाभ्यां तत् कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अतः अन्वयव्यतिरेकम् उपयुज्य वयं तेन माध्यमेन वयं साधयामः स्नेहः वृत्तित्वं. प्रथमतया स्नेहस्य जलमात्रवृत्तित्वं साधनीयं, तदेव प्रथमं. तदनन्तरं किं सम्भवति, अतः घृततैलादिसंयोगे सति तथाविध तत् वयं पठितवन्तः तद् घृततैलादिसंयोगे सति यथाविध इव पिण्डिभावः अनुभूयमानः अपि घृतादौ विद्यमानेन जलांशेन एव इति अवधारयामः. अतः किम् अवधारयामः, तत्र पिण्डिभावः तत्र घृतादौ विद्यमानेन जलांशेन एव अवधारयामः. पिण्डिभावस्य कारणं तत् इत्युक्ते तत्र जलांशः अस्ति घृतादौ, तस्मात् कारणात् एव तत् पिण्डिभावः अनुभूयते इति खलु, नो चेत् तत्र न भवति इति. इत्युक्ते पुनः पुनः तत् प्रथमं विद्याधर्यां यत् लिखितमस्ति तस्य विषयक अनन्तरं तर्कदृष्ट्या तत् कथं पुनः एकवारं कथं अतः एव तत्र न्यायशास्त्रस्य वाक्यं तत्र साधारणवाक्यम् इव न तत्र अवगन्तुं शक्नुमः, तत्र किञ्चित् तत्र चिन्तनम् अपेक्षितमस्ति. प्रश्नः अत्र वयं यत् मूलवाक्ये अवधारयामः इति क्रियापदस्य अन्वयः केन सह, जलांशेन एव इति अथवा जलमात्रवृत्तित्वम्. इत्युक्ते जलमात्रवृत्तित्वम् एवं न तत्र अस्तु भगिनि, नाम अहम् आदौ तत्र अहम् एतत् उक्तवान् नाम तत्र उषा भगिनी स्मरति निश्चयेन, नाम अहम् उक्तवान् खलु भगिनि तत्र कर्मपदं किम् अवधारयामः, कर्मपदं किम् इति जलमात्रवृत्तित्वम् इति खलु. आं जलमात्रवृत्तित्वम् अवधारयामः, जलमात्रवृत्तित्वम् अवधारयामः. किन्तु तद् दोषयुक्तः इति अस्तु, तत्र अहं तादृशम् उक्तवान् यतोहि तदा एव अस्माकं मनसि भवति, तत्र तादृशं भासते खलु. किम् अवधारयामः, जलमात्रवृत्तित्वम् अवधारयामः, कस्य तत्कारणस्य स्नेहस्य अवधारयामः इति चिन्तयामः. किन्तु कथं चिन्तनीयम् इत्युक्ते जलांशेन एव इति अवधारयामः. नाम अवधारयामः तत्र अन्वयः कुत्र, जलांशेन एव इति अवधारयामः. नाम किमर्थम् अतः पुनः तत्र पुनः एकनिमिषम् अत्र तत् कृपया तत् प्रथमं परिच्छेदं तत् एकवारं पश्यामः वा, अन्तिमा तत् किमस्ति तत् केवलं तत्र जलमात्रवृत्तित्वं तत् कारणस्य स्नेहस्य अवधारयामि परन्तु अत्र अत्र आचार्य अथवा इति तत् अधुना तत् न अथवा इति तत्र स्वरूपमहोदयेन योजितं नाम तत्र अस्य वाक्यस्य एतदेव मूलवाक्यम् अहम् आदौ तत्र किम् उक्तवान् अवधारयामः क्रियापदं कर्तृपदं वयम् अवधारयामः तत्र किम् इति इदानीं कर्मपदं किं तत्र झटिति किं चिन्तयामः ओ जलमात्रवृत्ति अतः वयं जलमात्रवृत्तित्वम् अवधारयामः इदानीं जलमात्रवृत्तित्वम् इति अस्ति नाम जले एव वर्तते जले किं वर्तते कस्य वृत्तित्वम् इति प्रश्नः तत्कारणस्य स्नेहस्य अतः वाक्यं किं भवेत् तत्र अतः तत्कारणस्य वयं तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अवधारयामः इति अपि तत्र अन्वयव्यतिरेकाभ्याम् इति कारणं नाम तेन माध्यमेन अथवा कारणेन एतत् अवधारयामः इति आगच्छति खलु अन्वयव्यतिरेकाभ्यां तत् तृतीया द्विवचनान्तपदम् इति अतः तेन माध्यमेन अथवा तेन कारणेन वयं किम् अवधारयामः स्नेहस्य जलमात्रवृत्तित्वम् अवधारयामः नाम एतत् सर्वं यदि अवगच्छामः तेन किं सिद्ध्यति ओ स्नेहः केवलं जले वर्तते इति सिद्ध्यति इति अत्र चिन्तनं खलु अन्वयव्यतिरेकाभ्यां किम् अवधारयामः स्नेहस्य जलमात्रवृत्तित्वम् अवधारयामः नाम स्नेहः केवलं जले वर्तते इति अवगच्छामः अतः कन्क्लूषन् भवति खलु स्नेहः जले एव वर्तते इति कन्क्लूषन् भवति खलु अत्र समीचीनं वा नाम अहं वदामि इति यदि एतदेव एतस्य वाक्यस्य अर्थः इति चिन्तयामः तत्र दोषः अस्ति अस्तु तद् नाम वाक्यस्य अन्ततो गत्वा अर्थः अर्थात् स्नेहः घृतादौ अपि सम्भवति इति वदनस्य आशयः नाम स्नेहः न केवलं जले स्नेहः घृतादौ एकनिमिषः नाम तत्र क्लेशः अस्ति अतः तत्र अत्र तत् अथवा शब्दस्य विषये एतत् सर्वम् अस्तु अत्र अर्थः नाम मूलवाक्यम् अत्र एव अस्ति खलु नाम मूलवाक्यं पुनः एकवारं परन्तु एकनिमिष भगिनि एकनिमिष नाम एतदेव मूलवाक्यम् इदानीं तत्र प्रश्नः एतत् सर्वं स्वरूपमहोदयस्य वाक्यं प्रश्नः इति स्वरूपमहोदयस्य प्रश्नः अत्र अयं यत् प्रश्नः कः अत्र अयं प्रश्नः किम् अस्ति मूलवाक्ये अस्मिन् मूलवाक्ये अवधारयामः इति क्रियापदमस्ति खलु अवधारयामः तत्र क्रियापदस्य अन्वयः केन सः अहम् उक्तवान् आदौ जलमात्रवृत्तित्वम् इति खलु जलमात्रवृत्तित्वम् इति एव तत्र सम्बन्धः इति उक्तवान् खलु इति तद् एकं भवितुम् अर्हति अवधारयामः किम् अवधारयामः जलमात्रवृत्तित्वम् अवधारयामः इति किन्तु तद् एकः विकल्पः अन्यः विकल्पः अस्ति जलांशेन एव इति नाम अवधारयामः किम् अवधारयामः जलांशेन एव इति अवधारयामः नाम किम् अवधारयामः जलमात्रवृत्तित्वम् अवधारयामः इति न जलांशेन एव इति अवधारयामः अतः अन्वयः साक्षात् अत्र अस्ति अत्र नास्ति इदानीं तत्र इदानीं किम् अस्ति पश्यामः किं किम् अतः एव अत्र अत्र लिखितमस्ति पुनः कथञ्चित् भिन्नरीत्या पठामश्चेत् तर्हि तत् किं भवति अन्वयव्यतिरेकाभ्यां तत् कारणस्य स्नेहस्य जलमात्रवृत्तित्वं तदेव आदौ यतोहि अवधारयामः अन्यत् किमपि जलमात्रवृत्तित्वं तस्य अवधारयामः तत्र सम्बन्धः नास्ति जलमात्रवृत्तित्वम् अपि अवधारयामः तत्र सम्बन्धः नास्ति आदौ एव आगच्छति अन्वयव्यतिरेकाभ्यां तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वं नाम अन्वयव्यतिरेकम् इत्यादि उपयुज्य वयं स्नेहः केवलं जले एव वर्तते इति साधयामः प्रथमतया तस्य अवगमनं प्रथमं भवेत् किं स्नेहः केवलं जले वर्तते इति अस्तु एतत् आदौ अवगन्तव्यमस्ति स्नेहः कुत्र वर्तते केवलं जले एव वर्तते तत् कथं जानीमः अन्वयव्यतिरेकम् इत्यादि उपयुज्य तत् ज्ञानं सम्पादयामः तदनन्तरं यदि एतत् जानीमः तदा वयम् अस्माकं चिन्तनं किं भवति अतः घृततैलादिसंयोगे सति तथाविध इव पिण्डिभावः अनुभूयमाने अपि यदि घृततैलादिसंयोगे पिण्डिभावः उत्पद्यते तथापि घृतादौ विद्यमानेन जलांशेन एव एतत् पिण्डिभावः उत्पद्यते इति वयम् अवधारयामः इति अवगच्छामः किमर्थं पिण्डिभावः घृततैलादिसंयोगे सम्भवति यतोहि घृतादौ विद्यमानेन जलांशेन एव पिण्डिभावः उत्पद्यते इति अवगच्छामः इति अतः तत्र एतदस्ति कारणम् एतत् यदि जानीमः तदा एतदपि जानीमः अवधारयामः नाम स्नेहः केवलं जले वर्तते इति कन्क्लूषन् नास्ति स्नेहः केवलं जले वर्तते इति कास् अस्ति यदि तद् अवगच्छामः तदनन्तरं घृततैलादौ अपि पिण्डिभावः किमर्थं भवति यतोहि घृततैलादौ जलांशः अस्ति इति कारणेन अत्रापि पिण्डिभावः उत्पद्यते इति यथा मृणालिनी भगिन्या पठितं तदेव तत्र अतः तस्य विवरणं नाम खलु तत्र प्रथमतया किं किम् उक्तम् अत्र पश्यामः तत्र यत् मृणालिनी भगिनी पठितवती अतः क्रमः एवं स्नेहस्य जलमात्रवृत्तित्वं पूर्वमेव संसाध्य प्रथमतया अस्तु तद् तद् ज्ञातव्यं केवलं जले वर्तते इति प्रथमतया तद् ज्ञातव्यं तदनन्तरं यदि पिण्डिभावः कुत्रचित् अनुभूतः तदा स्नेहः अपि अत्र अस्ति किन्तु स्नेहः केवलं जले अस्ति अतः पिष्टेन सह तैलस्य संयोजनेन पिण्डिभावः जायते चेत् पिण्डी तत्र तैले अपि जलभागः अस्ति इति पर्यवसितम् अतः किम् अवधारयामः जलांशेन एव तत्र पिण्डिभावः जायते इति अवधारयामः अस्तु तत्र जलांशेन पिण्डिभावः जायते इति अवधारणा भवेत् मनसि इति इति अवधारयामः समीचीनं भगिनि तेन अहं तत्र दोषेण उक्तवान् यतोहि तदा एव अस्माकं मनसि तत्र भवति नो चेत् अत्र आदौ एव तत्र सम्यक् तत्र न तत्र तत्र न वक्तुं शक्तवान् नाम तत्र यत् भासते अवधारयामः किम् अवधारयामः जलमात्रवृत्तित्वम् अवधारयामः इति तदेव कर्मपदम् इति भासते किन्तु तत् साक्षात् नास्ति, यतोहि तत् न्यायशास्त्रवाक्यमस्ति, तत् यथा भासते तथा अर्थः साधारणतया न भवति. हा, अतः तत्र अवधारयामः इति अन्वयः कुत्र अस्ति, जलांशेन एव इति अवधारयामः. अतः वाक्यं किं भवति, अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य अस्ति. अतः स्नेहस्य जलमात्रवृत्तित्वम् अस्ति. अतः यदि घृततैरादिसंयोगे तथाविधपिण्डिभावः अनुभवामः तथा घृतादौ विद्यमानेन जलांशेन एव एतत् एषः अनुभवः भवति इति अवधारयामः. जलांशेन एव आदौ अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं तत् कारणस्य स्नेहस्य अवधारयामः. स्नेहस्य अस्ति, स्नेहस्य अस्ति, अनन्तरम् एषः पिण्डिभावः अनुभूयः, एषः अनुभूयः पिण्डिभावः किमर्थं तत् कृतादौ विद्यमानेन जलांशेन एव इति. यदि तत्र पिण्डिभावः पश्यामः घृततैलादौ पश्यामः, तदा वयं जानीमः घृतादौ विद्यमानेन जलांशेन एव इति अवधारयामः. तेन कारणेन एव पिण्डिभावः भवति इति अवगच्छामः इति अस्ति. अस्तु, खलु इदानीं अन्वयव्यतिरेकाभ्याम् इति पदस्य अन्वयः केन वर्तते? अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं स्नेहस्य, नाम स्नेहः केवलं जले वर्तते इति. तत्र लघु लघु वाक्यं तत् कारणम् इति त्यजामः. स्नेहस्य जलमात्रवृत्तित्वं तत् कथं सम्पादयामः, अन्वयव्यतिरेकाभ्यां सम्पादयामः. अस्तु, अन्वयव्यतिरेकम् उपयुज्य ए इम्प्लैस् बि इति स्थापयितुं, नाट् बि इम्प्लैस् नाट् ए इति, तद्वा? तदेव तदेव भगिनि, तदेव. नाम यत्र स्नेहः अस्ति तत्र जलः जलमपि अस्ति, यत्र स्नेहः नास्ति तत्र जल नाम यत्र जलं नास्ति तत्र स्नेहः अपि नास्ति इति. यदि तादृशसम्बन्धः स्थापयामः, यत्र स्नेहः अस्ति तत्र जलमपि अस्ति, यत्र जलं नास्ति तत्र स्नेहः नास्ति इत्यादि, तादृशं नाम तत्र एकं तयोः मध्ये एकं साधयामश्चेत् अपि समीचीनमेव, किन्तु तादृशसम्बन्धः एव तत्र अन्वयव्यतिरेकः. अतः तत्र तादृशसम्बन्ध आचार्य, अतः स्नेहः गुणः अस्ति जलस्य, तर्हि जलम् अधिकरणं स्नेहः उपरि गुणम् इति रूपेण. सत्यं भगिनि, हा सत्यं सत्यं. तर्हि किं वदामः तत्र, गुणगुणिनोः कः नास्ति इति वदामः? वट् इस् दट् ए इम्प्लैस् बि वाक्यं किमस्ति? न न न, यत्र यत्र स्नेहः अस्ति तत्र जलमपि भवेत्, अपि यत्र जलं नास्ति तत्र स्नेहः न भवेत् इति. अस्तु, आदौ गुणं पश्यामः किल, स्नेहः अस्ति, अपि स्नेहः केवलं जले एव, केवलं जले एव अस्ति इति तत् ज्ञानं प्रथमतया सम्पादनीयमस्ति. तदनन्तरं यदि घृततैलादिसंयोगे तत्र पिण्डिभावः पश्यामः, पिण्डिभावः अस्ति इति पश्यामः, तदा वयं जानीमः तत्र तु जलांशः अस्ति इति. अतः अत्र एतत् प्रथमतया सम्पादनीयः, किम् स्नेहस्य जलांशः नास्ति अतः स्नेहः नास्ति इति वदामः वा? स्नेहः जलांशः नास्ति चेत् तत्र स्नेहः न भवितुम् अर्हति इति. इतोपि आचार्य, तत्र सर्वदा तत्र कृततैलादौ आदौ तत्र आदिपदम् अस्ति किल, अर्थात् इतोपि आचार्य अन्यत् किमपि भवेत् तत्र तत्र शर्कराभागः अपि आवश्यकः, अन्यथा तत्र किं तत् निर्माणं न भवति आदिपदेन भगिनि. हा हा तत्र आदिपदेन तत्र किं इञ्चितम् इति तेन कारणेन स्नेहः उत्पद्यते तत्र. हा तदपि जलांशः सत्यं भगिनि. समीचीनं भगिनि, समीचीनम् एव. अस्मिन् उदाहरणे तत्र शर्करा भवेत् कारणं यदि लड्डुकः अस्ति तर्हि अन्यत्र किमपि अन्यकारणं भवेत् तत्रापि जलं जलस्य सत्यं भगिनि. उत्तमं भगिनि. अस्तु अस्तु अस्तु तर्हि अतः तत्र अत्र एतस्य वाक्यस्य अर्थः कः इति एतावत् उक्तम्. अस्तु तत्र तत्र कुत्र अस्ति इति अग्रे पश्यामः. तत्र इदानीं तत्र एतत् सर्वं वयं पठितवन्तः किन्तु तत्र हा निमित्तकारणं हा हा अत्र एव स्मः. अस्तु इदानीम् एतत् सर्वं त्यजामः, एतत् तस्य आवश्यकता नास्ति. अस्तु तर्हि एतत् सर्वं त्यजामः, अत अग्रे पठामः तर्हि. इदानीं तत्र प्रायशः एतद् वाक्यं यत् करपत्रे आसीत् तद् वाक्यम् अग्रे आगच्छति. हा अस्तु तर्हि तत्र एतावत् सर्वे पठितवन्तः. अस्तु तर्हि उषा भगिनी अग्रे निमित्तकारणतायाः. अस्तु महोदय, निमित्तकारणतायाः अन्यत् उदाहरणम् इत्थमेव च चक्रदण्डादीनां घटं प्रति कारणत्वं निरूपणीयम्. तत्र घटस्य समवायेन अधिकरणे कपाले चक्रस्य संयोगेन एव सत्त्वात् निमित्तकारणत्वम्. दण्डः तु दण्डः तु कपाले परम्परासम्बन्धेन भवति. दण्डः तु कपाले परम्परासम्बन्धेन भवति. स च परम्परासम्बन्धः स्वजन्य भ्रमिजन्य भ्रमिमत्तारूपः. दण्डं यदि संयोगेन कपाले स्थापयामः कपालः नश्येत्, किन्तु चक्रे विद्यमानं यत् छिद्रं तत्र दण्डं संस्थाप्य दण्डभ्रमणे सति तत् संयोगवशात् चक्रे अपि भ्रमिः भ्रमणम् उत्पद्यते. तेन च भ्रमणेन कपाले अपि भ्रमणम् उत्पद्यते. अतः स्वजन्यभ्रमिः चक्रनिष्ठभ्रमिः अतः स्वजन्यभ्रमिः चक्रनिष्ठभ्रमिः तज्जन्याभ्रमिः कपालनिष्ठाभ्रमिः भवति. तादृशभ्रमिमत्ता कपाले इति अनेन परम्परासम्बन्धेन दण्डः समवायिकारणे स्थित्वा घटं कार्यं जनयति इति. इहापि अन्यः एव सम्बन्धः कार्यकारणभावघटकः. अतः दण्डः घटं प्रति न समवायीकारणं न अपि असमवायीकारणं किन्तु निमित्तकारणम्. निमित्तकारणतायाः अन्यत् उदाहरणं पूर्वं वयं दृष्टवन्तः, स्नेहः अपि च पिण्डीभावम्. इत्थमेव च चक्रदण्डादीनां घटम् इति कारणत्वं निरूपणीयम्. चक्रदण्डादीनां चक्रदण्ड वयं दृष्टवन्तः, कारणत्वं वयं करपत्रे दृष्टवन्तः. निरूपणीयम् इति दत्तम् अत्र, कारणत्वं निरूपणीयम्. तत्र वयं जानीमः खलु नाम चक्रः अपि घटं प्रति कारणमस्ति, कारणम् इति. दण्डः अपि आवश्यकं खलु, नो चेत् दण्डः नास्ति चेत् तत्र घटः न उत्पद्यते. तत्र कारणत्वं तु अस्ति, किन्तु कीदृशं कारणमिति निरूपणीयम्। तत्र घटस्य समवायेन अधिकरणे अधिकरणे कपाले चक्रस्य संयोगेन एव सत्वात् निमित्तकारणत्वं घटस्य अधिकरणकपाल ओके संयोगेन अस्ति घटस्य समवायेन अधिकरणे कपाले चक्रस्य संयोगेन एव सत्वात् निमित्तकारणत्वं चक्रस्य संयोगेन एव कपाले अधिकरणे घटः उत्पद्यते समवायेन उत्पद्यते इति इति अस्ति इत्यनेन चक्रः निमित्तकारणं निमित्तकारणत्वम् अस्ति चक्रस्य कृते। पुनः तत्र वदतु भगिनि नाम तत्र चित्रं रचयामः तर्हि तत्र वदतु तर्हि तत्र कार्यं कारणम् एतत् सर्वं वदतु तत्र अत्र कार्यं किमस्ति यत् अत्र अस्मिन् वाक्ये यत् पठितं घटस्य घटः इति कारणं घटः घटः इति कार्यं हा घटः इति कार्यं कार्यं तस्य समवाय अधिक समवायेन अधिकरणे कपालः कपालः इति अधिकरणं समीचीनं हा इति अधिकरणम् अधिकरणम् अथ आश्रयः अधिकरणम् अपि एतत् अस्ति कार्यं कार्यं कारणं किमस्ति कपालः एव न न न अत्र अस्मिन् वाक्ये यत् भवत्या पठितं वाक्यम् अत्र तत्र घटस्य समवायेन अधिकरणे कपाले चक्रस्य संयोगेन एव सत्वात् निमित्तकारणं चक्रस्य संयोगः चक्रस्य कपाले चक्रस्य संयोगः सो कपालः चक्रस्य तर्हि नाम निमित्तकारणत्वम् इति अस्ति खलु कस्य निमित्तकारणत्वं चक्रस्य चक्रस्य हा उत्तमं तर्हि कारणं किमस्ति अत्र निमित्तकारणं किमस्ति निमित्तकारणं चक्रं चक्रं हा अस्तु समीचीनं हा तर्हि चक्रम् इति कारणमस्ति कारणमस्ति चक्रम् इति कारणं घटः इति कार्यं कार्यम् इति हा इति नाम तत्र एतत् वाक्यं यदि पठामः एतादृशचिन्तनं एतादृशं वक्तव्यम् अस्माभिः अस्तु तर्हि अस्मिन् वाक्ये किम् उक्तं घटः कार्यमस्ति इति उक्तं तत्र घटस्य कार्यस्य कारणं किम् उक्तं चक्रम् इति उक्तम् अधिकरणं तयोः नाम समान अधिकरणं किम् अस्ति कपालः घटः केन सम्बन्धेन अधिकरणे अस्ति समवायसम्बन्धेन अस्ति समवायसम्बन्धेन अस्ति उत्तमम् अत्र अतः अत्र सम्बन्धः अस्ति समवायः अपि चक्रं केन सम्बन्धेन तत्र कपाले अस्ति चक्रः केन सम्बन्धेन चक्रस्य संयोग संयोगसम्बन्ध हा खलु चक्रमपि चक्रपालः तयो मध्ये संयोग संयोगसम्बन्ध उत्तमं हा हा इदानीं तत्र अत्र समवायः अस्ति अत्र संयोगः अस्ति तत्र एतत् समवाय तत्र समवायकारणं भवितुम् अर्हति वा घटस्य न अस्तु इदानीं तत्र घटस्य असमवायकारणं भवितुम् अर्हति वा नास्ति नास्ति खलु यतोहि तत्र असमवायकारणे एकः तत्र सम्बन्धः परम्परासम्बन्धः भवति खलु किन्तु अत्र परम्परासम्बन्धः नास्ति तत्र एकः अस्ति समवायः अन्यः अस्ति संयोगः अतः अतः चक्रं समवायकारणं नास्ति नास्ति अतः निमित्तकारणम् इति इति चित्रं वक्तव्यम् अत्र अस्तु अस्तु नाम यदि एतत् पश्यामः निमित्तकारणत्वं तत्र घटस्य समवायेन अधिकरणे कपाले चक्रस्य संयोगेन एव सत्वात् संयोगेन एव चक्रं कपाले अस्ति इति कृत्वा इति सत्वात् अस्मात् कारणात् निमित्तकारणत्वम् आगतम् आगतम् अस्ति एतद् निमित्तकारणमिति निरूपितवन्तः. अतः चक्रं चक्रस्य कीदृशकारणं चक्रस्य कारणत्वं कीदृशम् इति वयं निरूपितवन्तः निमित्तकारणत्वम् इति. इदानीं दण्डः अपि घटं प्रति कारणम् अस्ति, किन्तु तस्य कारणत्वं कीदृशं तदपि निमित्तकारणत्वम् इति निरूपणीयम् अस्ति अग्रे. अतः अग्रिम वर्गे तत् कुर्मः. प्रथमतया चक्रं, तदनन्तरं दण्डः. इदानीं तत्र दण्डः केन सम्बन्धेन कपाले अस्ति इति तत्र ज्ञातव्यं, यतोहि तत्र कार्यं तु समानः, घटः समवायसम्बन्धः. एतत् एषः भागः तिष्ठति, किन्तु यदि चक्रमिति स्थाने दण्डः इति स्थापयामः तत्र सम्बन्धः भिन्नः भवति. अतः सम्बन्धः कः इति ज्ञातव्यः. अतः तत्र एतत् सर्वं तत्र परम्परासम्बन्धेन भवति. अतः तत्र परम्परासम्बन्धः अस्ति चेत् प्रायशः असमवायिकारणमपि भवितुमर्हति खलु तर्हि. अतः कीदृशपरम्परासम्बन्धः इति ज्ञातव्यः, यतोहि वयं जानीमः परम्परासम्बन्धः असमवायिकारणे केवलं तत्र स्वसमवायि समवेतम् एतादृशमेव अस्ति खलु. तत्र यत् वयं पूर्वं दृष्टवन्तः तत्र विकल्पद्वयमेव अस्ति. तद् त्यक्त्वा अन्यत् सर्वं तत्र तत्र निमित्तकारणस्य अतः अत्र परम्परासम्बन्धः भिन्नम् अस्ति न स्वजन्यभ्रमिजन्यभ्रमिमत्तारूपः. अतः तत्र निमित्तकारणत्वम् इति. अतः एतत् साधनीयमस्ति, तत् कथम् इति अग्रे उच्यते. तावदेव अस्ति भगिनि. आचार्य, तत्र असमवायिकारणस्य कृते एकः सम्बन्धः समवायः अस्ति, अन्यत् तु तादात्म्ये भवेत्, अन्यथा पुनः समवायः भवेत्? न, असमवायिकारणे एकः समवायः अस्ति नाम अस्तु, एकः समवायः अन्यः तादात्म्यसम्बन्धः अस्ति चेत् तत्तु समवायिकारणस्य लक्षणम्. ओ, तत्तु समवायिकारणम्. हा, तादात्म्यम् अस्ति चेत् तत् समवायिकारणस्य लक्षणम्. असमवायिकारणस्थले एकः समवायः अन्यः अपि तत्र समवायः भवितुम् अर्हति, अथवा तत्र परम्परासम्बन्धेन इति अपि भवितुम् अर्हति खलु. तत्र वयं दृष्टवन्तः तत्र समवायसम्बन्धः समवायसम्बन्धः तत् प्रथमविध प्रथम समवायिकारणं. द्वितीय असमवायिकारणे एकः समवायः किन्तु अन्यः परम्परासम्बन्धः. अत्र यः संयोगः अस्ति चेत् परम्परासम्बन्धः वा अत्र चक्रस्य? अत्र तु समवायः इति साक्षात् अस्ति अपि, किन्तु अन्यसम्बन्धः अस्ति, संयोगः अस्ति. संयोगः परम्परासम्बन्धः नास्ति, साक्षात् सम्बन्धः. अतः तत्र तादात्म्यसम्बन्धः, तत्र कारणम् अधिकरणे तादात्म्यसम्बन्धेन नास्ति, अतः समवायिकारणं नास्ति. कारणम् अधिकरणे तत्र समवायसम्बन्धेन नास्ति, अतः प्रथमविध असमवायिकारणमपि नास्ति. कारणम् अधिकरणे परम्परासम्बन्धेन नास्ति, अतः द्वितीयविध असमवायिकारणमपि नास्ति. अवगतम्. यतोहि अत्र सम्बन्धः अस्ति संयोगः, अतः निमित्तकारणम्. तथा इव अग्रे अपि तत्र अत्र समवायः अस्ति, अत्र तादात्म्यसम्बन्धः नाम यत्र यदि दण्डः स्थापयामः अत्र, तत्र कः सम्बन्धः? तत्र तादात्म्यः सम्बन्धः नास्ति, समवायसम्बन्धः नास्ति, परम्परासम्बन्धः अस्ति चेत् तत्र स्वसमवायि समवेत इत्यादि सम्बन्धः भवेत्, किन्तु तद् नास्ति इति यदि प्रदर्शयामः तदा दण्डः अपि निमित्तकारणं भवति इति अवगच्छामः. समीचीनम्. अस्तु, तर्हि समयोऽपि जातः, किन्तु बहु समीचीनम्. अग्रिमे वर्गे एतत् सर्वं पुनः चिन्तयामः. अस्तु तर्हि आचार्य, नमो नमः. नमस्कारः, नमस्कारः. अग्रिमे वर्गे मिलामः. नमस्कारः.